सर्वेभ्यो नमः. अस्माकं प्रवर्तमानविषय अस्ति अव्ययानि इति. तस्मिन् विषये कथामपि किञ्चित् पठितवन्तः गतवर्गे. तस्य पूर्वं वयम् अतः यतः इति तस्य विषये अपि किञ्चित् चर्चां कृतवन्तः. तत्र पेज् 182 मध्ये तत्र अतः यतः इति उपयुज्य वाक्यं रचयतु इति अभ्यासः अस्ति. तद् कुर्मः वा अथवा अग्रे गच्छामः वा कथा इति, तदेव तामेव पठामः वा, किं चिन्तनं कुर्मः महोदय? कुर्मः वा, अस्तु अस्तु अस्तु तर्हि अस्तु तर्हि. तत्र पेज् 182 मध्ये अतः अपि यतः इति विषये, तत्र अतः यतः अस्ति चेत् तत्र किं भविष्यति, वाक्यद्वयं भविष्यति. तत्र अतः वाक्यद्वयं कीदृश वाक्यद्वयं, तत्र सूर्यकुमारी भगिनी स्मरति वा कीदृशवाक्यं भवति तत्र अतः अस्ति चेत्? अतः कारणं प्रथमं, एकम् अस्ति कारणवाक्यम्, अन्यत् अस्ति कार्यवाक्यम्. हा, तत्र अतः अस्ति चेत् किं पूर्वं भवति? कारणं. कारणं, हा, कारणं भवति. अतः अस्ति चेत् प्रथमं कारणवाक्यं, द्वितीयं कार्यवाक्यं. यतः अस्ति चेत् कार्यं प्रथमं, कारणं द्वितीयं. द्वितीयं, समीचीनं भगिनि, समीचीनम्. अस्तु, हा, अत्र किम् अस्ति, यतः इति अस्ति. हा, रघुपतिमहोदय नमस्कारः. गीताञ्जलि भगिनी नमस्कारः. नमस्ते महोदय, क्षम्यतां. चिन्ता मास्तु भगिनि, चिन्ता मास्तु. नरेश महोदय नमस्कारः. नमस्कारः महोदय. नमस्कारः. अस्तु, पेज् 182 मध्ये स्मः. तत्र हा, रघुवीरानन्दमहोदय भवान् एव आरम्भं करोति वा? तत्र केवलम् अधोभागे, तत्र उपरितन अभ्यासः तत्तु सः तु अस्माभिः कृतं, केवलं तत्र श्रीकृष्णस्य इति आरभ्य तत्र श्रीकृष्णस्य रणनीतेः विवरणम् अत्र अस्ति. यतः इति उपयुज्य योग्यं वाक्यं रचयत. यतः एव करणीयं वा महोदय? यतः एव करणीयं, सत्यं महोदय. श्रीकृष्णः मायया सूर्यम् आच्छादितवान् यतः. तत्र प्रायः तस्य वधः कर्तव्यः. कर्तव्यः इति, समीचीनं महोदय, समीचीनम्. अस्तु, शीतल भगिनी नमस्कारः. नमस्कारः महोदय. नमस्कारः भगिनी. हा, पूर्णेन्दु महोदय द्वितीयं करोति वा? विसर्गसन्धिः भवति वा महोदय तत्र? कुत्र समये यतः इति विसर्गम् अस्ति? यतो, यतो धारणं यथा न, अहं चिन्तयामि यतः एव तिष्ठति इति. रघुपतिमहोदय किं वदति भवान्? अर्जुनः अस्ति चेत् यत अर्जुन, तत्र व्यञ्जन मृदुव्यञ्जन अस्ति चेत् उकारः भवति, इकारः अस्ति चेत् रकारः भवति. यतः, यतो, यतः योजयित्वा यतो इति प्रश्नः अस्ति. तत्र यतः जयद्रथस्य वधः कर्तव्यः इति तत्र भवति, भवति तत्र भवति सर्वदा मृदुव्यञ्जन अस्ति चेत्, अकारः अस्ति चेत् भवति अग्रे. अच् अस्ति चेत्, अच् न अकारः अस्ति अस्ति चेत् भवति. पूर्णेन्दुमहोदय वदतु प्रथमवाक्यं वदतु, तदनन्तरं पश्यामः. यतः इति विषये द्वितीयवाक्यं पूर्णेन्दुमहोदय, तत्र प्रथमवाक्यं रघुवीरानन्दमहोदय कृतवान्, इदानीं घटोत्कचम् इति घटोत्कचं कर्णस्य समीपं न श्रीकृष्णः आरभ्य इति श्रीकृष्णः महोदय प्रथमवाक्ये क्षम्यतां महोदय प्रथमवाक्ये अहं निर्णयः यतो भवति यतः भवति यतः तु समीचीनमेव भगिनि ओ अस्तु अहं जातं महोदय एकं समीचीनं रूपम् अस्ति चेत् पर्याप्तम् इति मम मनसि अस्ति अस्तु अस्तु अस्तु महोदय यतः अव्ययं पदम् अस्ति चेत् रूपं परिवर्तनं न न न न तत्र रूपस्य सन्धि भवति तत्र इति प्लस् अतः इत्यतः इति तत्र सन्धिकार्यमस्ति खलु इति तु अव्ययमस्ति विवक्षानुसारं भवति किन्तु इदानीं किन्तु एकं तु वदामि अस्माकं मूलविषयः सन्धि इति नास्ति तस्मिन् विषये किञ्चित् चर्चां कुर्मः किन्तु तद् प्रथमतया यद् अस्माकं स्तरीये किं किं पठनीयं किं किं मम मनसि स्थापितव्यं तद् प्रथमतया कुर्मः खलु अत्र अस्ति विषयः अतः तदनन्तरम् अव्ययं तदनन्तरं तत्र विभक्तिः लकारः एतत् सर्वं प्रथमतया स्थापयामः तदनन्तरं तत्र सन्धेः विषयः नियमाः काः के इति सर्वम् अग्रे अस्ति एव तत्र अस्ति एव चिन्ता मास्तु नियमाः कुत्रापि न गच्छन्ति तत्र एव सन्ति खलु अस्तु पूर्णिन्दु महोदय कृपया श्रीकृष्णः घटोत्कचं कर्णस्य समीपं प्रेषितवान् यतः अर्जुनः शक्तायुद्धात् रक्षणीयः हा अर्जुनः शक्तायुधात् रक्षणीयः तत्र रक्षणीयः इति अर्जुनः शक्त्यायुधात् रक्षणीयः तत्र तस्मिन् वाक्ये क्रियापदं किं महोदय रक्षणीय तु नामपदम् अस्ति महोदय अपि रक्षणीय कीदृशपदं तत् रक्षणीयः किमर्थं पुल्लिङ्गे एकवचने अस्ति कः रक्षणीयः कः रक्षणीयः अर्जुनः रक्षणीयः हा अर्जुनः इति पदस्य विशेषणमस्ति रक्षणीयः अत्र प्रायशः आसीत् अथवा आसीत् इति प्रायशः क्रियापदं न दत्तं न लिखितं किन्तु तदेव क्रियापदम् अत्र खलु हा अत्र तत्र शक्त्यायुधात् इति तत्तु पञ्चमी रक्षणीयः रक्षणीयः अर्जुनः कीदृशः अर्जुनीय अर्जुनः रक्षणीयः अर्जुनः कस्मात् शक्त्यायुधात् रक्षणीयः अर्जुनः आसीत् तावदेव समीचीनं महोदय अस्तु अग्रे गीताञ्जलि भगिनि क्षम्यतां महोदय कुत्र पेज् 182 भगिनि पेज् 182 अधोभागे तत्र रक्तवर्णे तत्र अस्ति खलु तत्र श्रीकृष्णः इति तत्र गीताञ्जलि भगिनी तृतीयवाक्यं तत्र लोहभीमं श्रीकृष्णः लोहभीमं धृतराष्ट्रस्य समीपं प्रेषितवान् यतः भीष्मस्य रक्षणं कार्यं भीमस्य रक्षणं कार्यं तत्र सन्दर्भः सर्वैः सन्दर्भः इति सर्वे जानन्ति खलु सन्दर्भं जानन्ति खलु लोहभीमं तत्र किं विग्रहं तत्र धृतराष्ट्र युद्धानन्तरम् आलिङ्गनं कर्तुम् इच्छति भीमं तस्मिन् समये श्रीकृष्णः लोहेन निर्मितं भीमं विग्रहं तस्य पुरतः स्थापयति, तत् तस्य आलिङ्गनं करोति धृतराष्ट्रः, तदनन्तरं लोहभीमः नष्टः भवति. अतः तत्र भीमस्य रक्षणं कार्यम् इति अत्र समासः महोदय. लोहभीमं लोहस्य लोहेन कृतं भीमम् इति लोहेन कृतम् अस्तु खलु तत्र लोहेन कृतं भीमम् अथवा तत् तत् प्रायशः तत्र लोहेन कृतं भीमः तत्र, किन्तु तद् भीमः न अस्तु तादृश किमपि अस्ति लोहेन कृत भीमविग्रहः इति अथवा लोहेन कृतं महोदय. तस्य उपरि वाक्यं शक्त्यायुधात् शक्ति आयुधात् आयुधात् इति पञ्चमं शक्त्यायुधात् इत्युक्ते किं महोदय? शक्ति आयुध किमपि विशेषण आयुधः यत् कर्णे कर्णस्य समीपे आसीत् कर्णः तम् उपयुज्य अर्जुनं मारितुं शक्येत इति चिन्तयित्वा श्रीकृष्णः घटोत्कचं कर्णस्य समीपं प्रेषितवान् इति अस्ति. शक्त्यायुधम् इति वदतु भगिनि. बहु विशेषः आयुधम् विशेषम् आयुधं प्रभावशाली आयुधम् इति तादृशः बहु तादृश किमपि अस्ति तत्र अन्य कोऽपि स्मरति वा शक्त्यायुधस्य विषये? सूर्यः दत्तवान् वा? दत्तवान् सूर्यः कर्णाय दत्तवान् अस्तु. महोदय इन्द्रेण दत्तम् इन्द्रेण वा? इन्द्रेण अर्जुन न न इन्द्रेण किं दत्तं महोदय रघुवीरानन्दमहोदय? ओ इन्द्रेण दत्तं वा महोदय? कर्णकवचं कुण्डल ओ कर्णः कवचम् अपि कुण्डली दत्तवान् इन्द्राय. ब्राह्मणरूपेण आगत्य याचितवान् तत् समये सः शक्त्यायुधं दत्तवान् एकवारं तस्य उपयोगं करणीयम् इति कर्तुं शक्यते. अतः कृष्णः एतत् उपायं गत्वा तत् घटोत्कचस्य उपरि ओ आमामाम् अतः कर्णः घटोत्कचस्य उपरि घटोत्कचस्य उपरि प्रयोजनं कृतवान्. आं महोदय सत्यं समीचीनं धन्यवादः महोदय समीचीनं अस्तु. गीताञ्जलि भगिनी समाधानं प्राप्तं वा? आं महोदय धन्यवादः. अहं न जानामि तत्र बहु किमपि अस्ति खलु महाभारते तत्र कथायां कथा इति किञ्चित् श्रुतवती कालेन अनन्तरं तत्र डीडी मध्ये इदानीं सर्वं पुनः द्रष्टुं शक्नोति भवती. नो चेत् यूट्यूब् मध्ये अपि अस्ति. धन्यवादः. अस्तु अग्रे नरेश महोदय अग्रे पठति वा अग्रिमम्. श्रीकृष्णः अश्वत्थाम अतः इति वाचितवान् यतः द्रोणाचार्यः मारणीयः. तत्र वाचितवान् इत्युक्ते किं? सः उक्तवान् इति वा? वाचितवान् किन्तु कः उक्तवान् अश्वत्थामहतः इति? धर्मराजः युधिष्ठिरः उक्तवान् अन्ते उक्तवान् किन्तु परन्तु युधिष्ठ अन्ते उक्तवान् अश्वत्थामा हत शेष गजा हत कोऽपि न श्रुतवान्. सत्यं सत्यं तदनन्तरम् एकं पदमपि सः उक्तवान् खलु युधिष्ठिरः अश्वत्थामः गजः इति अतः तत्र वाचितवान् इति साक्षात् श्रीकृष्णः उक्तवान् इति न, किन्तु सहकारितवान् सहकारितवान् युधिष्ठिरः उक्तवान् युधिष्ठिरः तेन तेन उक्तं तादृशं यत् श्रीकृष्णः कृतवान् कारितवान् वाचितवान् इति तत्र वाचयति इति प्रायशः अस्ति इति मन्ये भगिनि प्रेरणा प्रेरणा अस्ति तत्र सत्यं सत्यं हा अग्रे शीतल भगिनी अन्तिमं करोति वा श्रीकृष्णः पाण्डवान् अन्यत्र नयति यतः द्रोणपुत्रस्य कुटिलताम् ऊहितवान् द्रोणपुत्रस्य इत्युक्ते कस्य द्रोणपुत्र अत्र अश्वत्थाम खलु शीतल भगिनी समीचीनं वा अत्र द्रोणपुत्रः इत्युक्ते कः इति प्रश्नः अश्वत्थाम खलु अस्तु समीचीनम् अस्तु अतः कुटिलताम् इति किं कुटिलताम् सः दुष् किं कीदृश दुर्कार्यम् अपि तस्य दुर्बुद्धि बुद्धिं जानाति श्रीकृष्णः अतः तत्र पाण्डवान् अन्यत्र नयति तदनन्तरं किम् अश्वत्थामः तत्र आगत्य सर्वान् मारयति खलु पाण्डव पदं कीदृशपदम् इति कुटिलताम् कुटिलता भावः कपटः अस्ति कुटिलता अहम् अवगच्छामि किन्तु मकार अन्ते कर्मपदं भगिनि ओ कुटिलताम् ऊहितवान् ऊहितवान् कर्मपदम् ऊहितवान् इति पदस्य कर्मपदम् कुटिलतां किम् ऊहितवान् कुटिलताम् ऊहितवान् कस्य कुटिलतां द्रोणपुत्रस्य कुटिलतां श्रीकृष्णः ऊहितवान् समीचीनं वा धन्यवादः अस्तु तर्हि तत्र तत्र किं रक्षणं तत्र वधः कर्तव्यः तत्र तयोः मध्ये विशेषणविशेष्यभावः अर्जुनः रक्षणीयः तत्रापि रक्षणं कार्यं तत्रापि द्रोणाचार्यः मारणीयः तत्रापि विशेषणविशेष्यभावः अत्र ऊहितवान् अपि श्रीकृष्णः इति तत्रापि विशेषणविशेष्यभावः अस्तु तर्हि तत्र सम्बोधनविषये तत्र रघुपतिमहोदय प्रेषितवान् तदपि अहं फार्वर्ड् कृतवान् अस्मि बहु सम्यक् आसीत् तत्र सम्बोधनस्य विषये किं कः नियमाः के नियमाः इति तत् पुनः पश्यन्तु किन्तु इदानीम् अग्रे गच्छामः अव्ययानि इति कथा तत्र गतवर्गे कुत्र महोदय भवान् प्रेषितवान् तत्र गतवर्गस्य रेकार्डिङ्ग् अपि गृहपाठः इति आसीत् खलु तस्मिन् एव ईमेल् मध्ये तत्र एव अस्ति ईमेल् माध्यमे प्रेषितवान् अतः तत्र अस्ति अहं बुक् मार्क् कृतवती तदनन्तरम् अहं एतत् भवति भगिनि चिन्ता मास्तु अतः एव अहं पुनरेकवारं वदामि तत्र एषः विषयः तस्मिन् ईमेल् मध्ये अस्ति सर्वे पुनः पश्यन्तु इति चिन्ता मास्तु भगिनि अस्तु अग्रे तत्र अव्ययानीति तत्र कथायां तत्र यावत्पर्यन्तं वयं कृतवन्तः परिच्छेदत्रयं कृतवन्तः इति मन्ये खलु तत्र. अस्तु तर्हि तत्र पूर्णेन्दुमहोदय किञ्चित् वदति वा, गतवर्गे वयं तत्र कथायाम् अव्ययानीति कथायां प्रथमपरिच्छेदे किम् आसीत् इति सरलरूपेण वाक्यद्वयं त्रयम् इति तावदेव सरलरूपेण वदतु तत्र किम् आसीत् प्रथमपरिच्छेदे. यदि स्मरति, नो चेत् पुनः पठामः, चिन्ता मास्तु. न स्मरामि महोदय. अस्तु अस्तु अस्तु तर्हि अस्तु तर्हि अस्तु. सूर्यकुमारी भगिनी पठति वा आरम्भतया? आरम्भतः एतां कथाम् उच्चैः पठत अवेयानि. मत्स्यदेशस्य महाराजः विराटः पाण्डवाः अज्ञातवाससमये विराटराजस्य आस्थाने प्रच्छन्नरूपेण आसन् त्रिगर्तनरेशः इति एक नाम अस्ति राज्यस्य नाम त्रिगर्त इति. नरेशः इत्युक्ते राजः इति. नरेशः इत्युक्ते राजः. सुशर्मा विराटराजस्य सुशर्मा अस्ति महाराजस्य नाम. सम्पत्तिम् अपहर्तुं तत्र आगच्छति. विराटः युद्धार्थं सन्नद्धः भवति. पाण्डवाः अपि तेन सह युद्धार्थं गच्छन्ति. पाण्डवानां सहायेन विराटः साहाय्येन विराटः युद्धे जयं प्राप्नोति. सः त्रिगर्तं गच्छति. हा इति. हा अस्तु तत्र अपि अव्ययपदानि महोदय. हा हा मूलविषये अस्ति अव्ययपदानि इति अव्ययानि इति. किन्तु सः तत्र प्रायः अत्र तत्र इदानीं तुमुनपि तत्र समीचीनं भगिनि. हा तत्र युद्धार्थं तदपि तत्र तुमुन् इति अपहर्तुं. हा अपहर्तुं तदपि अव्ययमेव. अस्तु तत्र विषयः कः अत्र? तत्र मत्स्यप्रदेशस्य महाराजः विराटः नाम विराटः. हा तस्य नाम विराटः. अज्ञातवाससमये विराटराजस्य आस्थाने प्रच्छन्नरूपेण इत्युक्ते अज्ञातरूपम् अज्ञात तत्र साधारणरूपेण न गतवन्तः अन्येन रूपेण तत्र तेषाम् अभिज्ञानं न भवति. अभिज्ञानम् इत्युक्ते ज्ञानं भिन्नम् अस्ति, अभिज्ञानं भिन्नम् अस्ति. अभिज्ञानम् इत्युक्ते सम्पूर्णज्ञानं न सम्यक् ऊहा आसीत् भगिनि, किन्तु तत्र अभिज्ञा इति तत्र किं कश्मीरशैविज़म् मध्ये तत्र प्रत्यभिज्ञा इति अस्ति. बहु मूलविषयः अस्ति तत्र अभिज्ञा. अपि अभिज्ञा शाकुन्तलं तत्र अभिज्ञा. हा तत्र अभिज्ञानम् इत्युक्ते कोऽपि वदति वा अभिज्ञानम् इति? स्मृति इति. रेकग्निशन् ओ एषः रमेशः ओ अहम् अभिजानामि एषः रमेशः इति अहम् अभिजानामि इति पूर्वमेव जानीमः इति तत् अभिज्ञानं पूर्वमपि जानीमः इति इदानीं ज्ञानम् अस्तु हा पूर्वस्य ज्ञानस्य पुनः स्मरणम् इति अभिज्ञानं तत्र अज्ञातरूपेण तत्र तेषाम् अभिज्ञानं न भवति कोऽपि न अभिज्ञातुं शक्नोति ओ एते पाण्डवाः इति अभिज्ञातुं न शक्नोति इति तादृशेन रूपेण ते तत्र आसन् त्रिगर्तनरेशः तस्मिन् समये त्रिगर्तनरेशः तस्य नाम सुशर्मा सः किं कृतवान् विराटराजस्य गोसम्पत्तिम् अपहर्तुं तत् गृह्णातुं तत्र गृह्णीतुम् अथवा गृह्णातुं किं कोऽपि स्मरति वा अस्तु तर्हि अपहर्तुं तत्र आगच्छति तत्र विराटः युद्धार्थं सन्नद्धः भवति विराटराजः तत्र सन्नद्धः इत्युक्ते सिद्धः हा युद्धं कर्तुम् अहं सिद्धः अस्मि इति सः सिद्धः भवति पाण्डवाः अपि तेन सह युद्धार्थं गच्छन्ति पाण्डवाः अपि तेन सह इत्युक्ते केन सह न विराटेन विराटः एव महाराजः तत्र तस्य वैरी अस्ति सुशर्मा पाण्डवाः तु कस्य पक्षे सन्ति विराटस्य पक्षे महोदय वदतु भगिनि सुशर्मा इति वैरी अस्ति शत्रुः अस्ति गीताञ्जलि भगिनी वदतु भगिनी भवान् उक्तवान् गृह्णीतुं गृह्णातुं किं महोदय तत्र अपहर्तुम् इति तत्र रूपं किं रूपं अपहर्तुम् इति अहं चिन्तितवान् गृह्णातुम् अथवा गृह्णीतुं द्वयोः समीचीनं द्वयमपि समीचीनं वा महोदय अपहर्तुं धन्यवादः महोदय अस्तु ग्रहीतुं तत्र आगच्छति तत्र पाण्डवाः अपि विराटेन सह युद्धार्थं गच्छन्ति तेषां शत्रुः अस्ति सुशर्मा तत्र पाण्डवानां साहाय्येन विराटः युद्धे जयं प्राप्नोति अतः सुशर्मा पराजितः भवति तदनन्तरं विराटः त्रिगर्तराज्यं सुशर्मा यः अस्ति तस्य राज्यं गच्छति इति अस्तु अग्रे एतद् गतवर्गे कृतवन्तः अतः अहं किञ्चित् उक्तवान् किन्तु अग्रिमपरिच्छेदः पश्यामः तत्र रघुपतिमहोदय किञ्चित् पठित्वा वदति वा अग्रिमपरिच्छेदः अत्रान्तरे तदव अत्रान्तरे कौरवाः ससैन्यं विराटनगरम् आगत्य गोधरम् अपहरन्ति तदा गवाध्यक्षः रक्षणाय राजकुमारम् उत्तरं निवेदयति उत्तरः वदति यद्यपि अहं युद्धे कुशलः तथापि इदानीं न गच्छामि यतः इदानीं मम सारथिः नास्ति यदि सारथिः अस्ति तर्हि अहं युद्धार्थं गमिष्यामि दुर्योधनं भीष्मं कर्णं द्रोणं च विद्राव्य गोधनं रक्षयिष्यामि इति यदा पाण्डवाः तत्र पाण्डवाः अपि विराटः सर्वे त्रिगर्तं गतवन्तः तदा अत्रान्तरे तस्मिन् समये कौरवाः विराटनगरम् आगत्य तत्रस्थाः गवाम् अपहरन्ति तदा तस्य रक्षणाय तत्रत्याः गवाध्यक्षः यः गोः रक्षणं करोति न गोः गोः पालनं करोति सः राजकुमार उत्तरं वदति निवेदयति उत्तरकुमार रक्षणं कुरु इति गोः रक्षणं कुरु इति तदा उत्तरकुमार वदति इदानीम् अहं न गच्छामि सारथि यतः सारथिः नास्ति अतः यदि सारथिः अस्ति चेत् अहं दुर्योधनं भीष्मं सर्वान् पराजयिष्यामि अथवा विद्राव्य तत्र विद्राव्य विद्राव्य इति विद्राव्य पराजितं ते सर्वे अपगच्छन्ति इति अपगच्छन्ति तादृशम् अहं कारयितुं शक्नोमि इति तेषां तत्र समीचीनं महोदय तत्र दुर्योधनः भीष्मः कर्णः द्रोणः च ये सन्ति तत्र युद्धभूमौ तेषां पलायनं कारयितुम् अहं शक्नोमि तेषां पलायनं कारयितुम् अहं शक्नोमि अपि गोधनस्य रक्षणं कर्तुमपि शक्नोमि समीचीनं महोदय अस्तु धन्यवादः अस्तु अग्रे गीताञ्जलि भगिनी पठति वा तत्र तदा सैरन्ध्री वदति इति तदा सैरन्ध्री वदति अत्र बृहन्नला या अस्ति पूर्वं सा अर्जुनस्य सारथिः आसीत् तां नय इति ततः सा एवं बृहन्नला तत्र आनयति बृहन्नला वदति गीतं नृत्यं वाद्यं वा करिष्यामि सारथ्यं कथं करिष्यामि उत्तर वदति गायकः नर्तकः च अनन्तरं भव इदानीं तु सारथिः भव इति समीचीनं भगिनि तत्र सैरन्ध्री का सैरन्ध्री इति अत्र वस्तुतः द्रौपदी द्रौपदी एव तत्र सैरन्ध्री इति समीचीनं भगिनि तत्र यदि कोऽपि न स्मरति तत्र पाण्डवाः कस्मिन् रूपे तत्र गतवन्तः इति तत्र पेज् 181 पश्यतु तत्र दत्तमस्ति पेज् 181 उपरि भागे उपरितनभागे तत्र भीमः धर्मराजः इति सर्वे अस्तु तत्र बृहन्नला या अस्ति इति अस्ति भगिनि तत्र बृहन्नला का सैरन्ध्री वदति यत् उत्तरकुमारं वदति अत्र बृहन्नला या अस्ति पूर्वं सा अर्जुनस्य सारथिः आसीत् वस्तुतः बृहन्नला का वस्तुतः बृहन्नला अर्जुन एव अर्जुनः एव अर्जुनः एव अत्र तु वदति न अत्र तु वदति अर्जुनस्य सारथिः इति सत्यं समीचीनं तत्र तां नय ताम् इत्युक्ते कां ताम् इत्युक्ते बृहन्नला बृहन्नलां नय बृहन्नलां नय नय इत्युक्ते टेक् बृहन्नला नय सत्यं सत्यं बृहन्नलां तत्र सारथिरूपेण स्वीकरोतु तां स्वीकरोतु तां स्वीकरोतु इति तां स्वीकरोतु अथवा तां नय इति अग्रे लोट् मध्यम अपुरुष समीचीनं भगिनि सत्यं ततः सा एवं बृहन्नला तत्र आनयति इत्युक्ते सैरन्ध्री अपि च बृहन्नला तत्र आनयति न तत्र सा इत्युक्ते का सा इत्युक्ते सैरन्ध्री सैरन्ध्री एव बृहन्नलां तत्र आनयति तत्र आनयति सा एव आनयति समीचीनं तदनन्तरं किन्तु कुत्र आनयति यत्र उत्तरकुमारः अस्ति तत्र किन्तु तदेव सः उक्तवती आनीतवन्तः न प्रथमतया सः वदति तां नय इति किन्तु तदनन्तरं किं भवति इति न दत्तं किन्तु अन्ते किं भवति सैरन्ध्रि एव गत्वा बृहन्नलां तत्र आनयति. अत्र ततः सैरन्ध्री बृहन्नलां सह बृहन्नलेन सह बृहन्नलायाः बृहन्नलया सह प्रत्यागच्छति. प्रत्यागच्छति अस्तु महोदय. सत्यं सत्यं समीचीनं भगिनि. हा बृहन्नलया सह प्रत्यागच्छति. अत्र तु बृहन्नला वदति गीतं नृत्यं वाद्यं वा करिष्यामि, सार्थ्यं कथं करिष्यामि इत्युक्ते बृहन्नला स्वस्य कार्यं स्वस्य निजरूपं न दर्शितुं इच्छति. अतः इति एतादृशं वचनं वदति. यतः अहं गीतं नृत्यवाद्यं करिष्यामि कथम् अहं सारथ्यं करिष्यामि इति. हा तत्र सा किं वदति गीतं नृत्यं वाद्यं वा करिष्यामि तत् सर्वं कर्तुं शक्नोमि, सारथ्यं कथं करिष्यामि इति सा वदति. इति हा तस्य अर्थः तस्याः अर्थः सः एव. समीचीनं भगिनि. हा अतः उत्तरकुमार वदति गायकः नर्तकः च अनन्तरं भव इत्युक्ते उत्तरकुमार सैरन्ध्रीं सत्यम् इति विश्वसिति सारथिः आसीत् इति चिन्तित्वा सः वदति इदानीं तु सारथी भव इति. समीचीनं भगिनि, धन्यवादः. अस्तु हा अस्तु रघुवीरानन्दमहोदय अग्रे पठति वा. आं महोदय. ततः इति ततः बृहन्नला रथम् आरुह्य अश्वं प्रेरयति. किन्तु युद्धभूमौ विशालं कुरुसैन्यं दृष्ट्वा उत्तरः हतोत्साहः भवति. सः वदति मम पिता त्रिगर्तदेशं गतवान् अस्ति, सर्वामपि सेनां सः नीतवान् अस्ति, अहम् एकः बालः एतान् अस्त्रकोविदान् प्रतिरोद्धुं न शक्नोमि, बृहन्नले निवर्तस्व इति. अतः बृहन्नला वदति स्त्रीणां पुरतः बहुजल्पसि, इदानीं कथं युद्धं न करोषि, यदि न युद्ध्यसे तर्हि सर्वे प्रहसिष्यन्ति. समीचीनं महोदय. ततः बृहन्नल सारथ्यां सज्जा अस्ति. अतः बृहन्नल सारथिः भूत्वा रथस्य अश्वान् प्रेरणं करोति. अतः तत्र सिद्धं करोति अश्वद्वयं प्रायशः तेषां प्रेरणं करोति. हा गच्छन्तु इति. हा चालयति तत्र किं रथं चालयति. हा बृहन्नल रथं तत्र सः महोदय तत्र सः युद्धभूमौ सः इत्युक्ते उत्तरः विशालकुरुसैन्यं यदस्ति भीष्म कर्ण द्रोण दुर्योधन इत्यादि महावीरान् सर्वान् दृष्ट्वा सः भीतिः अभवत्. तस्य उत्साहः हतः. तत्र उत्साहः हतः. अतः तत्र कीदृशं तत्र हतोत्साहः इति तत्र समासः खलु, तत्र यस्य सः हतोत्साहः, तत्र बहुव्रीही समासः इति. अस्माकं विषयः नास्ति किन्तु अस्तु, हा अग्रे. तत्र हतोत्साहः इति उत्तरः इति पदस्य विशेषणं प्रायः भीतः उत्तरः अवदत् देशं. तत्र तत्र उत्साहः हतः, हतः इत्युक्ते इदानीं तस्य सः उत्साहेन युद्धम् आगच्छति, किन्तु इदानीं तस्य उत्साहः नास्ति खलु. आं महोदय. अतः सः किं वदति, मम पिता त्रिगर्तदेशं गतवान् अस्ति, किन्तु सः एकः एव न गतवान्, तस्य तेन सह सर्वं सैन्यम् अपि आनीतवान्. तत्र सः सम्पूर्णं सैन्यम् नीतवान्. तत्र आनीतवान् इत्युक्ते तत्र अत्र अस्ति खलु, नीतवान् इत्युक्ते अन्यत्र अस्ति इति. सत्यं महोदय. अतः सैन्यम् अन्यत्र, तत्र त्रिगर्तदेशं सः नीतवान्, सम्पूर्णं सैन्यं सः तस्य पिता नीतवान्. इदानीं किं वदति, अहम् इदानीं सः चिन्तयति, अहं तु बालः अस्मि, एकः अस्मि, विरोधी तु बहु बलवन्तः अत्र कोविदः अपि सन्ति सर्वे, अतः अहं ते निरोद्धुं गाम् आनेतुं न शक्नोमि. समीचीनं. तत्र कोविदान् इति, कोविदः कोविदान्, कस्मिन् विषये कोविदः ते अस्त्र अस्त्र अस्त्रकोविदान् अस्त्रम् अस्त्र अस्त्रविषये ते सर्वे कोविदाः सन्ति, अतः तेषां प्रति युद्धं कर्तुम् अहं न शक्नोमि. बृहन्नले इति सम्बोधनं. निवर्तस्व इति तत् कीदृशरूपं तत्र निवर्तस्व? लोट् महोदय. लोट्लकर मध्यमपुरुष एकवचनं. समीचीनं महोदय. अग्रे तत्र तदा बृहन्नल किं निवर्तस्व इत्युक्ते पुनः प्रत्यागच्छतु, तत्र गृहं गच्छामः इति. अत्र मास्तु, अन्यत्र गच्छतु इति. सत्यं. अतः बृहन्नल वदति, बृहन्नल अवदत् उत्तररूपेण उत्तरम् अवदत् महोदय, त्वं तु किं महोदय, स्त्रीणां पुरतः बहु जल्पसि. इत्युक्ते जल्पसि इत्युक्ते वेन् वर्ड्स्. किमपि बहु किमपि वदति भवान्. स्त्रीणाम् इति विभक्ति का तत्र, तृतीया विभक्ति महोदय. स्त्रीणां पुरतः स्त्रीणां पुरतः बहु जल्पसि. किन्तु इदानीं सर्वान् सः उक्तवान् खलु पूर्वं, सः पूर्वम् उक्तवान् खलु, दुर्योधनः, भीष्मः, कर्णः, द्रोणः, विद्राव्य इति. अतः किन्तु अत्र किम् इदानीं कथं युद्धं न करोषि? यदि न युध्यसे तर्हि सर्वे प्रहसिष्यन्ति. प्रहसिष्यन्ति इत्युक्ते तत्र उपहासः, भवतः उपहासः भवति इति. सर्वे उपहसन्ति इति. अतः तत्र निन्दनं कुर्वन्ति इति निन्दन्ति उत्तरकुमारं निन्दन्ति इति बृहन्नला वदति. समीचीनं महोदय, धन्यवादः. अस्तु, अग्रे तत्र पूर्णेन्दु महोदय किञ्चित् पठित्वा वदति वा महोदय. किञ्चित् ध्वनि बालध्वनि सम्यक्तया न शृणोमि इदानीं. सम्यक्तया न शृणोमि इदानीं भगिनि. बालध्वनि आगच्छति इदानीं. नास्ति इदानीं नास्ति भगिनि, इदानीं नास्ति, इदानीं किमपि नास्ति. हा, इदानीं समीचीनमेव अस्ति. हा, पूर्णेन्दु महोदय अग्रे पठति वा. एपि हसन्तु, मम चिन्ता नास्ति इति उक्त्वा उत्तरः रथात् अवतीर्य अधावत्. गृहन्नला तु एषः धर्मः न, यस्यः कदापि पलायनं न करोति, युद्धमेव श्रेयः न पलायनम् इति तम् अनुधावति. एते तु गृह्णाति च तदा उत्तरः वदति, दुःखं शतं सुवर्णनाणकानि ददामि, अष्टमणिं ददामि, उत्तमं रथम् अश्वान् गजान् च ददामि, मां मुञ्च इति. मास्तु चिन्ता, आवाम् अग्रे गच्छाव, त्वं मम सारथिः भव, अहं युद्धं करिष्यामि इति उक्त्वा गृहन्नला तं रथम् आरोपयति. हा, इति तावत् पर्यन्तं महोदय. इदानीं किञ्चित् वदति वा तत्र तत्र ये के अपि हसन्तु मम चिन्ता नास्ति, मम चिन्ता नास्ति. अहं तस्मिन् इदानीं तत्र किं सर्वे कुर्वन्ति इति तस्य विषये किमपि न, तस्य चिन्तनं मम नास्ति इदानीं. मम रक्षणा एव इदानीं, रक्षणस्य विषये एव अहं चिन्तनं करोमि इति सः उक्त्वा तथैव उक्त्वा रथात् अवतीर्य अधावत्. सः बहु भयभीतः आसीत्, अतः तत्र अवतीर्य इति अस्ति. अवतीर्य इति कीदृशरूपं तत्र अवतीर्य? लेवन्तपदं महोदय. तत्र तत्र अव इति उपसर्गः अस्ति. अव इति उपसर्गः. धातुः किं कः महोदय अत्र? तत्र तीर्थ्वा इति अस्ति. तत्र अव नास्ति चेत् तत्र त्वन्तरूपं किमस्ति स्मरति वा महोदय? तृत्वा इति वा तीर्त्वा इति मम मनसि आसीत्. अस्तु, तीर्त्वा. अस्तु, तीर्त्वा. अस्तु, अवतीर्य अधावत्. तस्मिन् समये बृहन्नला वदति, एषः धर्मः न, क्षत्रियः कदापि पलायनं न करोति. क्षत्रियस्य धर्मः तु पलायनं न, क्षत्रियः सर्वदा युद्धमेव करोति, कदापि पलायनं न करोति इति तत्र इति तत्र वदति वा अथवा प्रायशः वदति इति मन्ये अथवा तत्र न अनुधावति. कथम् अनुधावति इत्युक्ते कम् उत्तरं अनुधावति तस्य अनन्तरं तस्य केशेषु गृहीत्वा उत्तरं पुनः युद्धभूमिम् आनयति. तदा उत्तरः वदति, उत्तरः बृहन्नलां विभिन्नानि वस्तूनि ददामि इति वदति. उत्तरः वदति, अहं किं शतं सुवर्णनाणकानि ददामि, अष्टमणिं ददामि, उत्तमं रथम् अश्वान् गजान् च ददामि इति वदति. परन्तु मुञ्च इत्युक्ते मुञ्च इत्युक्ते परित्यज्य. तत्र मम गृह मां मा गृह्णातु तत्र तत्र तत्र मम लोट् लकारः अस्ति. हा मुञ्च इति हा लोट् लकारः मां मुञ्च. समीचीनं महोदय. हा अतः तत्र किं वदति मास्तु चिन्ता. गृहन्नल उत्तरं वदति चिन्ता मास्तु, अहमेव युद्धं करोमि, भवान् रथं चालयतु इत्युक्ते भवान् सारथ्यं करोतु, अहं युद्धं करोमि, अहं युद्धं करिष्यामि. तं रथम् आरोपयति. तम् इत्युक्ते कम्? तम् इत्युक्ते उत्तरम्. हा उत्तरं रथम् आरोपयति. रथे स्थापयति. हा रथे स्थापयति बृहन्नल रथे उत्तरं स्थापयति. हा तत्र सारथिरूपेण उत्तरं स्थापयति तत्र. हा समीचीनं महोदय. हा धन्यवादः. तत्र महोदय एकः प्रश्नः. हा वदतु. अत्र उत्तर इति नामपदम् इति इत्युक्ते दिशा महोदय उत्तर उत्तर इति नामपदम् विराटस्य पुत्रः पुत्रः विराटस्य उत्तरः उत्तरकुमारः राजकुमारः. ओ उत्तरकुमार इत्युक्ते राजकुमारः. हा हा तत्र विराट तत्र नाम न नाम नाम तस्य उत्तरः इति तस्य नाम नाम इत्युक्ते अत्र नाम इत्युक्ते दिशा महोदय न न केवलं तस्य नाम राजेशः तादृश नाम उत्तरः. सर्वे नाम किं तस्य अर्थः अस्ति इति वा? अस्तु अर्थः दिशः एव तस्य प्रश्नस्य उत्तरः इति न महोदय अर्थ इति अहं पृच्छामि. अर्थः प्रायशः इति भवति अथवा अनन्तरमपि तत्र तत्र किम् अष्टोत्तरशतनामावली इति तत्र तदनन्तरम् इति अधिकः हा इति तादृशार्थे अपि उत्तरः अस्ति खलु. किन्तु तत्र कः अर्थः इति न जानामि भगिनि. उत्तमस्तरः who leads, who lives अथवा who leads? यत्किमपि महोदय द्वयोः अपि सम्भवः अस्ति. यः यः उत्तर उपरि गच्छति इति उपरि स्तरे गच्छति सः उत्तरः इति. ओ अस्तु समीचीनम् अस्ति महोदय. अस्तु धन्यवादः. समाधानं प्राप्तं वा भगिनि? धन्यवादः. अस्तु समीचीनं. हा समीचीनः प्रश्नः अपि उत्तरः. हा समीचीनम् उत्तरम् अपि. अस्तु अग्रे तत्र अग्रिमे पुटे किञ्चित् एव अस्ति तत्र नरेश् महोदय पठति वा अग्रे. ततः तौ श्मशानभूमिं गच्छतः. तत्र शमीवृक्षे पाण्डवैः पूर्वं रक्षितानि आयुधानि गृह्णीतः. तदा उत्तरः जिज्ञासया को भवान् इति बृहन्नलां पृच्छति. बृहन्नला अहम् अर्जुनः, युधिष्ठिरः, भीमः, नकुलः, सहदेवश्चापि तव पितुः आश्रिताः एव सन्ति इति वदति. तदा उत्तरः धैर्यं प्राप्नोति. ततः प्रवृत्ते युद्धे अर्जुनः भीष्म द्रोण कर्णादिसहितान् कौरवान् पराजित्य विराटराज्यस्य गोधनं रक्षति। तावता पाण्डवानाम् अज्ञातवासः अपि समाप्तः भवति। विराटराजः स्वपुत्र्याः उत्तरायाः विवाहम् अर्जुनस्य पुत्रेण अभिमन्युना सह कारयति। इतः बृहन्नला उत्तरेण सह श्मशानभूमिं गच्छतः। तत्र पाण्डवाः सन्ति, तत्र न न पाण्डवाः तत्र न सन्ति, तत्र किं शमीवृक्षे श्मशानभूमिं गच्छतः श्मशानभूमौ तत्र शमीवृक्षः अस्ति, तत्र वृक्षे किम् अस्ति? पूर्वं रक्षितानि आयुधानि गृहीतम् अर्जुनस्य आयुधानि तत्र सन्ति। हा आयुधानि तत्र सन्ति, तत्र सन्ति शमीवृक्षे, शमीवृक्षे पाण्डवैः पूर्वं रक्षितानि आयुधानि, तत्र आयुधानि कस्य आयुधानि? पाण्डवानाम् आयुधानि, पाण्डवानाम् आयुधानि तत्र सन्ति, ते रक्षितवन्तः खलु, तत्र रक्षणं कुर्वन्ति, आयुधानां रक्षणं कुर्वन्ति, तत्र किं तत्र वस्त्रम् उपयुज्य तत् शमीवृक्षे वृक्षस्य उपरि तत्र स्थापयन्ति खलु, अतः तत्र पाण्डवैः पूर्वं रक्षितानि आयुधानि, तत्र तस्मिन् वाक्ये क्रियापदं किं महोदय? गृह्णीतः वचनं किं तत्र? द्विवचनं, हा तौ गृह्णीतः, तत्र यानि आयुधानि सन्ति तानि गृह्णीतः तौ, तत्र बृहन्नलाभ्य उत्तरः समीचीनं महोदय, हा ते गृह्णीतः आयुधानि गृह्णीतः तौ गृह्णीतः तौ आयुधानि गृह्णीतः। तदनन्तरम् उत्तरः बृहन्नलां पृच्छति, भवान् कः अस्ति? बृहन्नला तत्र जिज्ञासया इति अस्ति, तत्र विभक्ति का तत्र? तृतीया विभक्ति, हा जिज्ञासा जिज्ञासया इति समीचीनं महोदय। बृहन्नला वदति अहम् अर्जुनः, अन्ये पाण्डवाः युधिष्ठिर भीम नकुलः सहदेव भवतः पितुः सह तत्र गतवन्तः, आश्रिताः आश्रिताः एव सन्ति इति, तत्र आश्रिताः इति पित्रेण सह गतवन्तः इति तादृश नास्ति, किन्तु आश्रिताः इति, तत्र किं तत्र एव तत्र पितुः राजः अस्ति, राज्यस्य आश्रयः स्वीकृतवन्तः, आश्रयं स्वीकृतवन्तः ते सर्वे इति खलु, अतः ते अपि तत्र एव सन्ति, तत्र सर्वे तत्र पित्रा सह अन्ये पाण्डवाः सन्ति इति सः वदति। तदा उत्तरः सन्तुष्टः भवति, हा तस्य धैर्यमपि वर्धति, हा सः धैर्यं प्राप्नोति। तदनन्तरं तदनन्तरं अर्जुनः प्रवृत्ते युद्धे, प्रवृत्ते युद्धे इति तत्र प्रवृत्तं युद्धं, प्रवृत्तम् इत्युक्ते यत् युद्धं भवति तदनन्तरं तत् प्रवृत्तं, यद् भवति तत् प्रवृत्तं युद्धं, प्रवृत्ते युद्धे इति सप्तमी. तत्र किं भवति? कः कः पराजितवान्? भीष्म, द्रोण, कर्ण. कः पराजितवान्? अर्जुनः पराजितवान्. अर्जुनः पराजितवान्, तान् पराजितवान्. तत्र कीदृशः कौरवान्? भीष्म, द्रोण, कर्णाद् सहितान्. तत्र कौरवेन सह, कौरवैः सह के सन्ति? तत्र भीष्मः अस्ति, द्रोणः अस्ति, कर्णः अस्ति, अन्ये अपि सन्ति. तादृशैः कौरवैः, तत् तादृश कौरवैः सह ते स अन्ये अनेकाः जनाः सन्ति, किन्तु तान् सर्वान् पराजितवान् अर्जुनः. पराजित्य लेबन्तरूपं पराजित्य किं कृतवान् सः? गोधनं रक्षति, विराटराज्यस्य गोधनं रक्षति, विराटराज्यस्य गोधनं रक्षति अर्जुनः. तावता महोदय, प्रवृत्ते युद्धे इत्युक्ते अत्र तु अधुना युद्धं न आरम्भं. प्रवृत्ते युद्धे इत्युक्ते तत्र कौरवाः सन्ति, अर्जुनः अपि अस्ति खलु भगिनि, इदानीं तत्र गृहनल ततः प्रवृत्ते युद्धे अस्ति. ततः ततः इत्युक्ते अनन्तरं, तदा अन्तरं बहुदिनानन्तरं न, किन्तु तदनन्तरं तत्र बृहन्नला वदति, उत्तराः धैर्यं प्राप्नोति, ते युद्धभूमिं गच्छन्ति, तत्र युद्धं कुर्वन्ति. तद्युद्धं, तद्युद्धं प्रवृत्तं, ततः प्रवृत्तं युद्धम् इति. बेटल् दट् हेपन्ड् रैट् आफ्टर् इति, इन् द बेटल् दट् फालोड् इति भगिनि, इन् द बेटल् दट् फालोड् इति, ततः प्रवृत्तं युद्धम् इति. तावता अज्ञातवासः अपि समाप्तः भवति. पाण्डवानाम् अज्ञातवासः तत् एकवर्षे यावत् इति आसीत्, तत्र तस्य अज्ञातवासः अपि समाप्तः, तस्य पूर्णं भवति इति कृत्वा तस्य समाप्तः अपि भवति. समाप्तः इति अज्ञातवास पदस्य विशेषणम्. विराटराजः राजस्य पुत्रायाः विवाहम् अर्जुनस्य पुत्रेण अभिमन्युना सह करोति, कारयति. विवाहं कारयति सः, तत्र विराटराजः विवाहं कारयति. कस्य विवाहम्? उत्तरायाः विवाहं कारयति. कीदृश उत्तरा? उत्तरस्य उत्तरा इति स्वपुत्र्याः, पुत्री अस्ति, स्वपुत्री अस्ति. उत्तरा इति स्वपुत्री अस्ति, तस्य पुत्री अस्ति. स्वपुत्र्याः उत्तरायाः विवाहं कारयति विराटराजः. केन सह कारयति विवाहम्? अभिमन्युना सह. अभिमन्युना इति, अभिमन्युः इति उकारान्तपदम्. अभिमन्युना इति तस्य तत्र कीदृशविभक्ति? तृतीया विभक्ति. अभिमन्युना गुरुणा इति, अभिमन्युना कीदृशः अभिमन्युः? अर्जुनस्य पुत्रः अर्जुनस्य पुत्रः अभिमन्युः तेन सह अर्जुनस्य पुत्रेण अभिमन्युना सह कारयति विवाहं विराटराजः तस्य स्वपुत्र्याः उत्तरायाः विवाहम् इति सः स्तः कथायाः समाप्तिः कथा समाप्ता इति. अस्तु समीचीनम्. अस्तु तर्हि तत्र अग्रे प्रश्नाः सन्ति, तस्य उत्तरं कर्तुं शक्नुमः इति मन्ये. महोदय इति नाम ब्रहन्नला इति आकारान्त स्त्रीलिङ्गपदमस्ति. स्त्रीलिङ्गपदम् अस्ति, सत्यं भगिनि. हा, तत्र महिला भूत्वा अर्जुनः तत्र गच्छति खलु. तत्र अहं कथां न स्मरामि, किन्तु तत्र शापः अस्ति खलु तत्र. किमपि कथा अस्ति. पूर्वम् एकं घटितवान्. हा, किमपि घटना भवति तत्र, तत्र काचन घटना भवति तत्र, न स्मरामि. कोऽपि स्मरति वा? किन्तु किमर्थं सः बृहन्नला भूत्वा महिलारूपं धरित्वा तत्र गच्छति इति. अस्तु अस्तु तर्हि यदि स्मरति चेत् वदतु, नो चेत् अग्रे गच्छामः. तत्र शीतल भगिनी, तत्र प्रथमाभ्यासः आरम्भं करोति वा भगिनी, पेज् 186 मध्ये. एतेषां प्रश्नानाम् उत्तरं लिखत विराटः कस्य देशस्य महाराजः? विराटः मत्स्यदेशस्य महाराजः. हा, समीचीनं भगिनि, समीचीनम्. अस्तु सूर्यकुमारी भगिनी अग्रे. महोदय, गवाध्यक्षः रक्षणाय कं निवेदयति? गवाध्यक्षः रक्षणाय कं निवेदयति? न, गवाध्यक्षः तत्र रक्षणार्थं सः कुत्र गच्छति? तत्र राजा अस्ति वा? तत्र राजा तु नास्ति खलु, सैन्यमपि नास्ति, अतः सः कुत्र गच्छति गवाध्यक्षः? कम् इत्युक्ते कः तत्र, किन्तु कर्मपदम् अस्ति अतः कम् इति. कं पृच्छति? परिच्छेदे द्वितीयवाक्यं. हा, द्वितीयवाक्यमस्ति. गवाध्यक्षः रक्षणाय राजकुमारम् उत्तरं निवेदयति. समीचीनं वा भगिनि, अवगच्छति खलु? हा, कम् इत्युक्ते निवेदनं. हा, कस्य तत्र कं प्रति इति. हा, अस्तु अग्रे तत्र पूर्णेन्दुमहोदय, त्रिगर्तनरेशः कः? सुशर्मा इति त्रिगर्तनरेशः. समीचीनं. रघुवीरानन्दमहोदय अग्रे. क्षम्यतां महोदय. स्त्रीणां पुरतः बहु जल्पति. समीचीनं महोदय. अस्तु अन्तःपुरे. हा, समीचीनं. हा, अस्तु रघुपति महोदय अग्रे. समीवृक्षे कैः आयुधानि रक्षितानि आसन्? समीवृक्षे पाण्डवैः आयुधानि रक्षितानि आसन्. हा, समीचीनं महोदय. अस्तु गीताञ्जलि भगिनि अग्रे. उत्तरायाः विवाह विवाहः केन सह भवति? उत्तरायाः विवाहः अर्जुनस्य पुत्रेण अभिमन्युना सह भवति। तत्र किमर्थं पुत्रेण इति रूपं? पुत्रेण तृतीया, हा, किन्तु किमर्थं सह इति सहयोगे तृतीया, अभिमन्युना अपि तृतीया, तदनन्तरं विशेषणविशेष्य। समीचीनं भगिनि। हा, तत्र पुत्रः अभिमन्युः, अर्जुनस्य पुत्रः अभिमन्युः तेन सह, इत्युक्ते अर्जुनस्य पुत्रेण अभिमन्युना सह। समीचीनं भगिनि। हा, अस्तु, अग्रे द्वितीय अभ्यासः आरम्भं करोति वा महोदय? नरेश महोदय, एतेषु उत्तराणां प्रश्नवाक्यं लिखत। त्रिगर्तनरेशं गोसम्पत्तिम् अपहर्तुम् आगच्छति। त्रिगर्तनरेशः किम् अपहर्तुम् आगच्छति? हा, इति समीचीनं महोदय। हा, समीचीनम्, अस्तु। शीतल भगिनी, अग्रे द्वितीयम्। उत्तरः विराटस्य पुत्रः, उत्तरः कस्य पुत्रः? हा, समीचीनं भगिनी। हा, तत्र प्रश्न केवलम् एकः एव प्रश्नः इति न खलु, अन्यप्रश्नः अपि कर्तुं शक्नुमः मात्र। कः विराटस्य पुत्रः इति, अथवा उत्तरः कः, तदपि वक्तुं तादृशप्रश्नः अपि भवति। समीचीनं भगिनि। हा, अस्तु, अग्रे सूर्यकुमारी भगिनि। सौरन्ध्री गृहन्नलाम् आनयति। सौरन्ध्री काम् आनय कामानयति। समीचीनं भगिनि। हा, समीचीनं। पूर्णेन्दु महोदय, अग्रे। ततः तै श्मशानभूमिं गच्छत। ततः तौ श्मशानभूमिं गच्छत। प्रश्नद्वयं तिष्ठामः। ततः तौ श्मशानभूमिं गच्छत, ततः तौ कुत्र गच्छत? हा, इति समीचीनं महोदय, समीचीनं। हा, अस्तु, अग्रे रघुवीरानन्द महोदय, अन्तिमं तत्र। हरि ओं महोदय। हा, अन्तिमं पाण्डवानाम् इति, पाण्डवानाम् अज्ञातवासः समाप्तः भवति। किं समाप्तं भवति? बहुवचनं पाण्डवानाम् अज्ञातवासः समाप्तः भवति। द्वयोः अपि अस्ति। किं किं प्रश्नः, कीदृशप्रश्नः महोदय? किं समाप्तः भवति? न, किम् इति न, कः समाप्तः भवति इति। कः समाप्तः भवति? समाप्तः इति पुल्लिङ्गे अस्ति खलु, अतः कः समाप्तः भवति? आम् महोदय, कः समाप्तः भवति, कस्य समाप्तः, अथवा कस्य कः, केषाम् अज्ञातवासः, केषाम् अज्ञातः, केषां कः समाप्तः भवति, केषां कः कः भवति, केषां कः किं केषां किं भवति, अस्तु, अतः तत्र सर्वं तत्र विकल्पः अस्ति इति कृत्वा सर्वं प्रश्नवाचकरूपेण। महोदय, भवति इति पदस्य प्रश्नवाचक किं? तदेव मम मनसि अपि आगतं भगिनि, किन्तु न जानामि। तत्र केवलं तत्र किं करणीयं, केवलं प्रश्नचिह्नः स्थापनीयं, कत्र किं किं भवति इति रघुपतिमहोदय सत्यमेव, किन्तु गीताञ्जलि भगिन्याः प्रश्नः भवति इति स्थाने अपि किमपि स्थापयामश्चेत् तत्र किं पूरयतु, केवलं प्रश्नचिह्नः एव भवति तत्र. केषां कः किं किं भवति तत्र तदेव तादृशप्रश्नः अस्ति चेत् किं सर्वमपि उत्तरं भवति खलु महोदय. तदेव कथायाम् उत्तर अपि च उत्तरा महोदय प्रसङ्गेन तु समीचीनमेव महोदय. केषां कः समाप्तः भवति प्रसङ्गे? अस्तु महोदय, सत्यमेव. केषां केषां कः समाप्तः भवति? अस्तु अस्तु महोदय, तत्र वा प्रश्नद्वयं तस्य मेलनं कृत्वा तादृश वा प्रश्नं कर्तुं शक्नुमः. अस्तु समीचीनं महोदय. अस्तु अग्रे अन्यप्रश्नः अस्ति वा तत्र तत्र मूलविषयः? वदतु भगिनि महोदय. ततः तौ श्मशानभूमिं गच्छति, अत्र कुतः अत्र कदा इति ततः अपि भवितुम् अर्हति कुतः इति अत्र कदा कुतः समीचीनं कुतः नास्ति. अस्तु अस्तु अग्रे गच्छामः. तत्र अत्र कथायां किं यद्यपि तथापि यदि तर्हि इति आसीत् तत्र अव्ययानि इति, तत्र यदि तर्हि जानीमः किन्तु यद्यपि तथापि इति तस्य अपि ओ यदि तर्हि अपि तस्य अपि अभ्यासः अग्रे भवति यावत् तावत् इति अस्ति तस्य अपि, तदनन्तरं चेत् नो चेत् तदपि अव्ययम् इति मन्ये, तत् कृत्वा अन्तिम अन्तिमा कथा एका अस्ति सप्तविभक्तयः इति. तदनन्तरं किं गीतासोपानस्य प्रथमभागस्य समाप्तिः. अस्तु तर्हि अग्रे गच्छामः. तत्र यद्यपि तथापि इति तस्य विषये पठामः. तत्र गीताञ्जलि भगिनी भवती पठति वा तत्र अग्रे? आम् महोदय, अवधेयम्. अस्मिन् पाठे नूतनानि अपि अव्ययानि प्रयुक्तानि सन्ति, यथा यद्यपि तथापि यदि तर्हि. एतानि अपि नित्यसम्बद्धानि अव्ययानि, अतः एतेषां प्रयोगे अपि द्वयोः मिलित्वा एव समानवाक्ये प्रयोगः भवति. इत्युक्ते तत्र एकमेकं पश्यामः. तत्र प्रयोग तत्र नूतनानि अपि अव्ययानि इति अस्ति तत्र विशेषणविशेष्य नूतनानि अव्ययानि. किं विशेष्यं किं विशेषणम्? नूतनानि इति विशेषणं, अव्ययानि इति विशेष्य, तदनन्तरं प्रयुक्तानि इति अस्ति अव्ययानि. नूतनानि अव्ययानि प्रयुक्तानि सन्ति. तत्र अपि इति मध्ये अस्ति. ओ द्वयोः विशेषणम्. विशेषणद्वयम् अस्ति, प्रयुक्तानि. प्रयुक्तानि सन्ति पाठे, प्रयुक्तानि लिखितं पाठे, केचन पदानि लिखितानि सन्ति प्रयुक्तानि सन्ति. कानिचन पदानि प्रयुक्तानि पदानि. नूतनानि किं? प्रयुक्तानि नूतनानि प्रयुक्तानि नूतनशब्दाः यद्यपि तथापि इति तद् नूतनम् इति अव्ययम् अस्ति यद्यपि तथापि इति अव्ययम् अस्ति अव्ययम् इति तु तत्र तत्र प्रयुक्तं प्रयुक्तं पदम् इति भगिनि प्रयुक्तम् इत्युक्ते पदम् इति कीदृशपदम् अव्ययं पदम् अपि नूतनं पदम् एतत् पदं यद्यपि इति स्वीकुर्मः यद्यपि इति पदं पूर्वं न दृष्टम् अस्माभिः तस्य चर्चा न अभवत् इति कृत्वा हा अतः तत्र यद्यपि इति कीदृशपदम् अस्ति तत् प्रयुक्तम् इत्युक्ते पदं कीदृशपदम् अव्ययं पदम् अपि नूतनं पदम् अतः नूतनं प्रयुक्तम् अव्ययं प्रयुक्तम् अथवा नूतनं पदम् अव्ययं पदम् बहुवचनरूपे नूतनानि अपि अव्ययानि प्रयुक्तानि सन्ति इति तदनन्तरम् एतानि अपि नित्यसम्बद्धानि अव्ययानि इत्युक्ते तयोः मध्ये युगलं तयोः मध्ये सम्बन्धः अस्ति तत्र कीदृशसम्बन्धः इति इदानीं न मास्तु किन्तु कोऽपि सम्बन्धः अस्ति तयोः मध्ये कोऽपि सम्बन्धः अस्ति अतः नित्यसम्बन्धः अस्ति केवलम् इदानीं सम्बन्धः अस्ति किन्तु अन्यस्मिन् प्रयोगे तादृशसम्बन्धः नास्ति इति न नित्यसम्बन्धः अस्ति अतः नित्यसम्बद्धानि इति यदा यदा यदा यद्यपि अस्ति तदा तथापि इति भवितव्यम् इति भवितव्यम् अतः तत्र अतः एतेषां प्रयोगे नित्यसम्बद्धपद अव्ययद्वयं तेषां प्रयोगे अपि द्वयोः मिलित्वा एव द्वयोः प्रयोगः मिलित्वा एव प्रयोगः भवति केवलम् एकस्य प्रयोगः न भवति द्वयोः प्रयोगः मिलित्वा एव मिलित्वा इत्युक्ते समानवाक्ये तत्र यद्यपि रमेशः ग्रामं गच्छति तथापि किं सूर्यः उद्भवति तत्र कोऽपि समानवाक्यं तत्र सम्बन्धः भवेत् वाक्यस्य वाक्ययोः मध्ये इति ततः मिलित्वा एव द्वयोः मिलित्वा एव प्रयोगः भवति इति समीचीनं भगिनि अग्रे यद्यपि तथापि उच्चैः पठत यद्यपि समुद्रे अधिकं जलम् अस्ति तथापि न उपयोगाय यद्यपि समुद्रे अधिकं जलम् इत्युक्ते सामान्यतया जलस्य कारणेन वयं युद्धं करोति किन्तु तत्र अधिकं जलम् अस्ति तथापि उपयोग न उपयोगाय न उपयोगाय इत्युक्ते तत्र जलस्य उपयोगः न भवति खलु तत्र उपयोगाय इति उपयोगाय न भवति तत्र जलस्य तत्र किं लवणेन मिश्रितं जलम् इति कृत्वा न लभ्यते तत्र तस्य उपयोगः तादृश उपयोगः न भवति इति उपयोगः न भवति इति समीचीनं भगिनि अस्तु अग्रे रघुपति महोदय कुत्र उच्चैः पठन यद्यपि सः वृद्धः तथापि धावति सः वृद्धः धावितुं न शक्नोति सामान्यतः परन्तु सः धावति तथापि धावति अतः तत्र वयं तत्र कीदृशसम्बन्धः तत्र अतः यतः इति यत्र अस्ति तत्र कारणं कार्यम् इति तादृशसम्बन्धः आसीत् किन्तु अत्र किं प्रथमवाक्यं कारणम् इति भवति वा द्वितीयवाक्यं प्रति सः वृद्धः सः अतः सः धावति इति वक्तुं शक्नुमः तादृशसम्बन्धः न विरुद्धसम्बन्धः विरुद्धसम्बन्धः तत्र वयं न चिन्तयितुं शक्नुमः प्रथमवाक्यं द्वितीयवाक्यं प्रति कारणम् इति तादृशसम्बन्धः अत्र नास्ति अत्र नास्ति समीचीनं महोदय अस्तु अग्रे रघुवीरानन्द महोदय यद्यपि सः यद्यपि सः राजपुत्रः तथापि विनयशीलः राज्ञः पुत्रः अस्ति सः बहु दर्पम् अपि सम्भवति किन्तु सः विनयरूपेण व्यवहरति अतः विनयशीलः यस्य शीलः विनयः यस्य शीलः सः विनयशीलः अतः तत्र वयं सः राजपुत्रः इति कारणं सः राजपुत्रः अतः विनयशीलः इति तादृश तु चिन्तनं कदापि न भवति खलु अतः विपरीतम् अस्ति अत्र विपरीतम् अस्ति अतः एव यद्यपि वृद्धः धावति राजपुत्रः विनयशीलः अतः एव यद्यपि तथापि इति एतादृशी परिस्थितिः अस्ति किन्तु एतद् भवति इति एतादृशी इति अत्र तत्र सम्बन्धः कारणकार्यसम्बन्धः न किन्तु तस्य विरुद्धसम्बन्धः अत्र अस्ति इति समीचीनं तदपि कारणकार्यं भवितुम् अर्हति महोदय विरुद्धमपि विरुद्ध तत्र साधारण अतः यतः तादृशकारणभावः नास्ति अन्य तादृशः नास्ति खलु अतः इति न वक्तुं शक्नुमः तादृशः नास्ति तावदेव अस्तु सूर्यकुमारी अग्रे हा इवन्दो इति सत्यं महोदय सत्यं सूर्यकुमारी भगिनि क्षम्यतां महोदय यद्यपि अर्जुनः शूरः तदापि तत्र शूरः इत्युक्ते देवः इति भवति शूरः इत्युक्ते यस्मिन् शौर्यम् अस्ति इति तदापि युद्धार्थं न प्रवृत्तः इत्युक्ते सः सिद्धः नास्ति युद्धं कर्तुं यद्यपि सः शूरः सः धैर्यशाली किन्तु तथापि किन्तु युद्धं कर्तुं सः न सिद्धः इति समीचीनम् अवगच्छति खलु समीचीनं सत्यं भगिनि सत्यं समीचीनं अस्तु पूर्णेन्दु महोदय अग्रे यद्यपि कर्णः सूतपुत्रः इति विख्यातः तथापि सः महारथः तत्र कर्णः सूतपुत्रः इति ख्यातः परन्तु सः महारथः महावीरः महाधैर्यशाली युद्धं कर्तुं युद्धविशारदः समीचीनं महोदय अतः तत्र सूतपुत्रः इति साधारणेन वयं किं चिन्तयामः सः युद्धं कर्तुं न शक्नोति इति तादृश चिन्तनं भवति किन्तु तादृशी परिस्थितिः अत्र नास्ति इति समीचीनं महोदय नरेश महोदय अग्रे यद्यपि शकुन्दी नपुंसकः तथापि सः महावीरः शिखण्डी नपुंसकः अस्ति परन्तु सा महावीरः अस्ति समीचीनं महोदय तत्र न जानामि किमर्थं तथापि इति कृष्णवर्णे दत्तमस्ति न तु रक्तवर्णे किन्तु अस्तु शीतल भगिनी अन्तिमं तत्र यद्यपि तथापि मध्ये अन्तिमवाक्यं यद्यपि सर्वे स्वधर्मं जानन्ति तथापि आचरणे न प्रवर्तन्ते बहु समीचीनं वाक्यम् अस्ति भगिनि यद्यपि सर्वे स्वधर्मं जानन्ति किन्तु आचरणं न कुर्वन्ति, आचरणे न प्रवर्तन्ते. सर्वे जानन्ति किन्तु किं करणीयम् इति जानन्ति किन्तु न सर्वदा न कुर्वन्ति, आचरणे न प्रवर्तन्ते. समीचीनं भगिनि, धन्यवादः. अस्तु तर्हि, हा अस्तु तर्हि, तत्र यद्यपि तथापि वदतु महोदय. पूर्वस्य वाक्ये तथापि इति पदः पदं भवतः पुस्तके कृष्णवर्णे वर्णे मुद्रितम् अस्ति वा? आं महोदय, आम् आम् आम्. मम पुस्तके तु रक्तवर्णैः एव अस्ति. ओ अस्तु अस्तु, मम पुरातन एडिशन् इति मन्ये भगिनि महोदय. मम तु 2009 मार्च् मध्ये अस्ति, फस्ट् प्रिण्टिङ्ग् इति दत्तमस्ति अत्र. किन्तु न जानामि किमर्थं, किन्तु तथापि इति अव्ययं वदतु महोदय. तावदेव सत्यं सत्यं महोदय, सत्यं. अस्तु तर्हि तत्र कृष्णवर्णे एव अस्ति वा भगिनी? अस्तु अस्तु. अतः इदानीं किं, तत्र अद्य बहु किमपि कृतवन्तः वयं, तत्र अव्ययम् इति विषये कथां पठितवन्तः, अवगतवन्तः. यद्यपि तथापि इति नित्यसम्बद्ध अव्ययद्वयस्य किञ्चित् अभ्यासं लघु अभ्यासं कृतवन्तः अपि, अतः यतः इति विषये अपि किञ्चित् अतीतवन्तः. अस्तु तर्हि, इदानीं समयः अपि जातः. अग्रिमवर्गे तत्र यदि तर्हि अपि यावत् तावत् अपि चेत् नो चेत् इति किञ्चिदेव अस्ति, तद् कर्तुं शक्नुमः इति मन्ये. सर्वे जानन्ति एतत्, किन्तु शीघ्रतया एतत् कृत्वा, तत्र सप्तविभक्तयः इति कथा अस्ति, सा कथा अपि बहु समीचीना अस्ति, तत् समीचीनं कथा अस्ति, तद् पठित्वा तत्र अग्रिमवर्गे अथवा तस्य अनन्तरं तत्र प्रथमभागस्य समाप्तिः इति भवति. तदनन्तरं किं कुर्मः? नूतनपुस्तकं गीतासोपनस्य द्वितीयभागः अस्ति भगिनि. ओ अस्तु अस्तु. द्वितीयभागः अस्ति, तत्र प्रथमभागे किं, तत्र लकाराणां विषये किञ्चित् कृतवन्तः, किन्तु प्रातिपदिकम् अत्र केवलम् अजन्तप्रातिपदिकम्, अकारान्त इकारान्त, तत्र द्वितीयभागे हलन्तप्रातिपदिकम्. ओ अस्ति वा. हा हा, मनस् अपि विद्वान् तादृश सर्वं तत्र, सरित् एतादृश पदानां विभक्तिरूपं सर्वं पश्यामः तत्र. सेम् पब्लिकेशन् महोदय, सेम् संस्कृतभारत्याः एव. गीतासोपानं द्वितीयभागः. गीताप्रवेशः, गीतासोपानः इति पञ्च, तत्र तत्र सोपानः. हा सत्यं महोदय, सत्य सत्यं. तत्र प्रथमं सोपानं, तदनन्तरमेव प्रवेशः खलु, तत्र मन्दिरे सोपानं प्रथमं. किन्तु पञ्चपुस्तकानि, सत्यं, पञ्चपुस्तकानि सन्ति. पञ्चपुस्तकानि सन्ति, गीतासोपानस्य भागद्वयम् अपि गीताप्रवेशस्य भागत्रयं तत्र. भवती तु करोति एव सन्धिपुस्तकं, किं करोति? एकं गीताप्रवेश, तत्तु गीताप्रवेश प्रथमभागः, द्वितीयं द्वितीयभागः, तथैव सर्वे तत्र भागत्रयम् अस्ति भगिनि तत्र. तत्तु अहं न जानामि, द्वितीयं तृतीयं केवलं प्रथम अस्ति इति जानाति, किन्तु तदनन्तरं कति सन्ति इति न ज्ञातवती वा? चिन्ता मास्तु महोदय, सर्वं तत्र कुर्मः कुर्मः तत्र. किन्तु तत्र किं सर्वं सम्यक्तया कुर्मः, तत्र एकवर्षे गन्तव्यम् इति किमपि नास्ति खलु, तत्र यद् पठामः तत् सम्यक् रूपेण पठामः खलु. लाभः अस्ति, नो चेत् एतत् कुर्मः. अतः एव तादृशपुस्तकं पुस्तकानि लिखितवन्तः खलु संस्कृतभारती, तत्र सर्वं सोपानेषु गन्तुं सर्वे शक्नुवन्ति इति कृत्वा तत्र लकारः अपि विभक्तयः इति तत्र गीतासोपाने. तदनन्तरं सर्वाणि डीटेल्स् तु न अवगच्छामि, किन्तु बहु लाभः अस्ति भगिनि. तदनन्तरं गीताप्रवेशे एव तत्र सन्धिः समासः सर्वं भवति तत्र. तत्र गीता प्रवेशे प्रायशः तत्रापि तत्र प्रायशः सन्धिसमासः नास्ति इति मन्ये, न स्मरामि, किन्तु पश्यामः तत्र अग्रे. एकं पुस्तकम् इति गीतासोपानम् इति नाम उक्तवान् पद्मकुमार महोदय प्रवचनेन. एतदेव पुस्तकम्, एतदेव गीतासोपानम्, एतदेव प्रथमभागः द्वितीयभागः इति. अस्तु, तदपि अन्तर्जाले लभ्यते भगिनि, किन्तु अहं क्रेष्यामि महोदय. अस्तु भगिनि, अस्तु अस्तु महोदय, विरमामः. तर्हि अग्रिमवर्गे मिलामः. सर्वेभ्यो नमः. अग्रिमवर्गे मिलामः. धन्यवादः महोदय. धन्यवादः. नमस्कारः. नमस्कारः.